गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदयविशेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अस्तु तर्हि साधारणकारणानि कानि इत्यस्मिन् सन्दर्भे स्मः तत्र पञ्चकारणानि अस्माभिः अधीतानि दिक् काल अपि च ईश्वरीय ज्ञान इच्छा कृतिः गतगृहपाठः आसीत् कुलालस्य ज्ञानेच्छा ज्ञानेच्छयोः घटकार्यं प्रति अन्यथासिद्धत्वे चिन्तयन्तु इति तर्हि तत्र कुलालीय ज्ञान इच्छा घटं प्रति कारणं भवति वा न वा इति प्रश्नः तत्र चिन्तनं किमासीत् नमस्ते महोदय तत्र अपि अन्यथा सिद्धत्वम् इति वयं दृष्टवन्तः तत्र कारणस्य कारणम् इति वदामः चेत् अन्यथा सिद्धत्वं भवति यतः कुलालस्य कृति यः अस्ति तदेव कारणं कृतेः कारणमस्ति इच्छायाः कारणमस्ति ज्ञानम् अतः ज्ञानमपि च इच्छा द्वयोः अपि कारणं स्वीकुर्मः चेत् तत्र अन्यथा सिद्धत्वं भवति इति अहं मन्ये तर्हि भवतः चिन्तनमस्ति ज्ञान इच्छा कुलालस्य ज्ञान इच्छा घटकार्यं प्रति अन्यथा सिद्धम् एव इति किन्तु ईश्वरस्य विषये किमर्थं ज्ञान इच्छा कृति त्रयमपि अङ्गीकृतम् अन्यथा सिद्धत्वं न अङ्गीकृतं तत्र आं ते नित्य अतः वयं दृष्टवन्तः नित्यः एव तस्य न जायते अतः ते सर्वदा अस्ति एव सत्यं नित्यत्वात् तत्र स्वीकृतमस्ति किन्तु अत्र जायते खलु प्रथमं ज्ञानं जायते तदनन्तरम् इच्छा जायते तदनन्तरं कृतिः जायते सर्वं सर्वे अनित्याः सन्ति इति कृत्वा अत्र प्रायः अन्यथासिद्धत्वं स्वीकर्तुं शक्यते इति भाति मम अपि तादृशमेव चिन्तनमस्ति अन्येषां भिन्नचिन्तनमस्ति किम् आं महोदय मया चिन्तितं यदि ज्ञानम् इच्छा उत्पादयति तदनन्तरं कृतिम् उत्पादयति तस्य अन्यथासिद्धत्वं भवति एव परन्तु यत् ज्ञानं कपालस्य उत्पादनस्य कारणम् अस्ति तत् ज्ञानं तु अन्यथा सिद्धत्वे न अत्र कार्याधिकरणे अस्ति तत् आवश्यकम् एव अत्र अन्यथा सिद्धत्वं न वक्तुं शक्नुमः ज्ञानं बहुविधानि ज्ञानस्य बहुविधानि सन्ति यद् ज्ञानं कपालघटनिर्माणे यद् ज्ञानम् आवश्यकं तत् इच्छा न उत्पादयति किल तत् घटमेव उत्पादयति नास्ति इच्छा विना कथं वा घटस्य उत्पादनं भवति No, ज्ञानम् आफ् दि कपालसंयोग विच् लीड्स् टु इच्छा टु डू द कपालसंयोग तदनन्तरं कृति कपालसंयोग वा घटं निर्माणस्य कृति एकविधं ज्ञानम् उत्पादयति परन्तु कथं कपालसंयोगं करणीयं कथं घटनिर्माणं करणीयम् इति ज्ञानं विशेषज्ञानमस्ति तत् कार्यविशेषज्ञानमस्ति तत् कार्यविशेषज्ञानम् आवश्यकं तत्तु अन्यथा सिद्धत्वं न वक्तुं शक्यते किमर्थमिति प्रतिपादयतु यदि तत् ज्ञानमस्ति चेत् घटस्य उत्पादनं भवति किम् सत्यं किन्तु ज्ञानतत्त्वे घटतत्त्वं ज्ञानाभावे घट अभावः इति तु सत्यं तत्र क्लेशः नास्ति किन्तु इदानीं क्षणपञ्चकप्रक्रियां प्रति किञ्चित् क्षणपञ्चकं नास्ति अत्र क्षणप्रक्रियां चिन्तयामः कस्मिन् क्षणे ज्ञानं भवति कस्मिन् क्षणे इच्छा भवति कस्मिन् क्षणे कृतिः भवति इति भवती एव प्रतिपादयतु प्रथमक्षणे ज्ञानं तदनन्तरम् इच्छा तदनन्तरं तृतीयक्षणे कृति तदनन्तरं चतुर्थक्षणे घटनिर्माणं क्रिया खलु तर्हि पूर्वक्षणे ज्ञानम् अस्ति वा न वा महोदय दिस् अ बेसिक् डिफ़रेन्स्. यदि ज्ञानम् इच्छा कृते उत्पादयति तज्ज्ञानस्य पूर्वक्षणे नास्ति, तज्ज्ञानं पूर्वक्षणे नास्ति. परन्तु घटनिर्माणसमये विशेषज्ञानं कुलाले अस्ति एव, तद्विना तु घटनिर्माणं न भवितुं शक्नोति इति किमर्थं वदति इति प्रश्नः. एवमेव वदति चेत् तत् प्रतिपादयतु. तद् ज्ञानं विना, इत्युक्ते ज्ञानं विना इच्छा भवति इति मया न उक्तम्. इच्छा विना कृतिः भवति इति मया न उक्तं. केवलम् अन्यतासिद्धत्वम्, अन्यतासिद्धत्वमेव इदानीं चिन्तयन्तः स्मः वयम्, अन्यतासिद्धत्वस्य विषये. हा महोदय, ज्ञानम् अत्र अत्र मम पक्षः अस्ति, द्विविधज्ञानमस्ति इति. प्रथमं तु कपालसंयोगज्ञानं भवतु भगिनि, यत् कोऽपि ज्ञानं भवतु, ज्ञानेन इच्छा जायेत खलु, तदेकविधज्ञानम् न, इदानीं द्वितीयविध कथं वा घटं करणीयम् इति ज्ञानमस्ति चेत् निश्चयेन तत्र अग्रिमक्षणे घटस्य उत्पादनं भवति किं? तत्रापि इच्छा भवेत् खलु. कथ अहं जानामि, अहं कुलालः इति चिन्तयतु, अहं जानामि कथं घटं निर्मातव्यम् इति अहं जानामि, किन्तु घटस्य उत्पादनम् अग्रिमक्षणे न भवत्येव. इच्छा भवेत् तदनन्तरं कृतिः भवेत्, यः कोऽपि ज्ञानं भवतु तेन इच्छा भवेत्. अत्र अन्यतासिद्धः इत्युक्ते किं भगिनि, पुनः एकवारं वदतु. अन्यतासिद्धम् इत्युक्ते किं? कारणस्य कारणं कारणं न भवति इति. अस्तु, कारणस्य कारणं, तर्हि कारणत्वं ज्ञाने कारणत्वं नास्ति इति न उक्तं. यत्र यत्र अन्यतासिद्धत्वं स्वीकुर्मः तत्र कारणत्वं नास्ति इति न वदामः, किन्तु एकं कार्यं प्रति, नो चेत् अत्र परम्परया कियत् गच्छामः, तत्र लाघवार्थं कारणस्य कारणम् अन्यतासिद्धम् इति एव न इत्येव वदामः, न तु कारणम् इति. कारणत्वं न निष्कासितं, ज्ञानात् इच्छायाः कारणत्वं न निष्कासितं, केवलम् अन्यतासिद्धत्वम् एव स्वीकृतं. तयोः मध्ये भेदः अस्ति. कारणस्य कारणम् अन्यतासिद्धम् इति वदामश्चेत् कारणस्य कारणे कारणत्वं नास्ति इति नास्ति, केवलम् अन्यतासिद्धत्वम् अस्ति तावदेव. तयोः मध्ये भेदः अस्ति, अन्यतासिद्धत्वं कारणत्वम्. अवगच्छति किम्? आं महोदय, परन्तु वयं कुलालस्य ज्ञानं च कुलालस्य पिता एकस्तरे न द्रष्टुं शक्नुमः. यदि वयम् अन्वयव्यतिरेकसहचारं कृत्वा अत्र कुलालस्य ज्ञानं घटाधिकरणे कार्य उत्पत्ति अधिकरणे अत्र द्वयमपि भवेत्, परन्तु कुलालस्य पिता भवति वा न वा अत्र द्वयमपि द्वे अपि अन्यतासिद्धत्वस्य उदाहरणानि, परन्तु घटनिर्माणकारणे कुलालस्य ज्ञानं कुलालस्य पिता द्वयो सदृशं न अस्ति किल महोदय? न न, अस्तु, अहम् एकं प्रश्नं पृच्छामि. यदि कुलालस्य पिता अपि यदा कुलालः घटं करोति तत्रैव अस्ति इति चिन्तयतु, कार्याधिकरणे अस्ति इति चिन्तयतु कुलालस्य पिता, तर्हि तस्मिन् इदानीम् अन्यतासिद्धत्वं नास्ति किम्? अस्ति, कार्याधिकरणे सः अस्ति अन्यतासि, अतः एव अहं वदामि कारणत्वम् अन्यतासिद्धत्वम् अनयोः मध्ये भेदः अस्ति. अस्तु, किमर्थम् अन्यतासिद्धत्वम् इति कश्चन सिद्धान्तः अस्माभिः स्वीकृतः? लाघवार्थं यत् इम्पार्टेण्ट् नास्ति तद् निष्कासनीयम् इति. न न, इम्पार्टेण्ट् इति नास्ति, इत्युक्ते अत्र लाघवम् इत्युक्ते किं? फार् द सेक् आफ् ईस् तदेव परम्परया वक्तव्यं भवति. हा, नो चेत् पुनः तत्र इदानीं तत्र बहु किमपि वक्तव्यं भवति, कारणत्वं कारणत्वं तस्य कारणं तस्य कारणम् इति कियत्पर्यन्तं गच्छामः. अतः यद् यः अन्यतासिद्धः अस्ति तस्मिन् कारणत्वं नास्ति इति नास्ति, सः कारणमेव, किन्तु तथापि तस्य अन्यतासिद्धत्वं कल्प्यते. किमर्थम् इति चेत् लाघवत्वात्. तदेव अत्र अन्यथासिद्धत्वम् इत्यस्य अर्थः निष्कासनम् इति नास्ति, तदेव भ्रमः. हा, सत्यं. तर्हि अन्यतासिद्धत्वं वदामश्चेत् कारणत्वं नास्ति इति नास्ति, वयं न वदामः, कारणत्वम् अस्ति एव, किन्तु एतत् कार्यं प्रति तस्य कारणत्वं न स्वीकुर्मः, किमर्थम् इत्युक्ते नो चेत् तस्य कारणस्य कारणं तस्य कारणस्य कारणम् इति भवति इति कृत्वा लाघवात् अन्यथा सिद्धः इति वदामः तावदेव. कारणत्वं नास्ति इति नास्ति. कुलालपिता विना कथं वा कुलालः स्यात्? निश्चयेन कुलालपिता कुलालस्य कारणमेव. किन्तु कारणस्य कारणम् इति कृत्वा कुलालपितुः अत्र न स्वीक्रियते तावदेव. निराक्रियते इति नास्ति, न स्वीक्रियते. घटं प्रति कारणत्वं न स्वीक्रियते. एवं कुलालस्य जीवात्मनः नानेच्छयोः घटं घटकार्यं प्रति अन्यथा कारणत्वं न स्वीक्रियते लाघवत्वात् इति बोधः. अस्तु, इतोपि किञ्चित् चिन्तयतु भगिनि, यदि इतोपि सन्देहः अस्ति पुनः चिन्तनं कर्तुम् अर्हति एव, किन्तु चिन्तयति. अस्तु, इति सर्वम् इदानीं प्रागभावस्य साधारणकारणत्वं, तत्रैव अत्र प्रसङ्गः आसीत् खलु. तर्हि प्रागभावस्य साधारणकारणत्वं तत्र पठेम. अस्तु, सत्यभामा भगिनी पठितुमिच्छति किम्? मम पार्श्वे पी डि एफ़् इदानीं नास्ति महोदय. अस्तु अस्तु, तर्हि शृणोतु. अस्तु मेव महोदय, भगवान् आरम्भं करोतु. अस्तु महोदय, प्रागभावस्य साधारणकारणत्वं. षष्ठः प्रागभावः परिगणितः. कथं हि तस्य कारणताम् अवगच्छामः? प्राग्भावः अभावरूपः, न हि सः संयोगेन कार्याधिकरणे कपाले तिष्ठेत्. द्रव्ययोरेव संयोगा संयोगम् उभय संयोगाभ्युपगमात् गुणगुणिनोः क्रियाक्रियावतोः अवयवयविनोः जातिव्यक्तयोः विशेषनित्यद्रव्ययोरेव खलु समवायोऽपि स्वीक्रियते. नैतेषु युगलेषु क्वचित् प्रागभावः प्रविष्टः. पदार्थस्य हि स्वस्मिन्नेव तादात्म्यं समवायिकारणतानिर्वाहाय अभ्युपगतम्. अतः प्रागभावस्य कपाले तादात्म्यम् इति अपि न शक्यते वक्तुम्. अस्तु, अत्र प्राग्भावस्य साधारणकारणत्वं कथं जानीमः, कथम् अवगच्छामः इति एव अत्र चर्चितमस्ति. अत्र वयं जानीमः षट् कारणानि साधारणकारणानि सन्ति, तेषां प्राग्भावः इति अन्तिमं कारणं. तर्हि प्राग्भावः इति अभावरूपः अस्ति, अतः तत्तु कार्याधिकरणे यदा घटनिर्माणसमये कार्याधिकरणे तत् नास्ति, प्राग्भावः न तिष्ठति यदा घटं जायते तदा. अपि च द्रव्ययोर्मध्ये एव संयोगसम्बन्धः भवति इति वयं जानीमः. अपि च समवायसम्बन्धः कुत्र कुत्र भवति? तर्हि गुणगुणिनोः मध्ये, क्रियाक्रियावतोः मध्ये, अवयव अवयविनोः मध्ये, जातिव्यक्तयोः मध्ये, अपि च विशेषनित्यद्रव्ययोः मध्ये एव समवायसम्बन्धः भवति इति वयं पठितवन्तः. तत्र कुत्रापि प्राग्भावः नास्ति, अत्र गुणगुणिनोः क्रियाक्रियावतोः एतयोः मध्ये युगलेषु प्राग्भावः नास्ति. पदार्थस्य हि स्वस्मिन्नेव तादात्म्यं समवायिकारणतानिर्वाहाय अभ्युपगतम्. अत्र समवायिकारणम् इत्युक्ते किम्? अत्र अहं न जानामि, अत्र अभ्युपगतम् इत्युक्ते किम्? अङ्गीकृतम् इति. अस्तु, अङ्गीकृतम्. अस्तु, तर्हि समवायिकारणतायाः निर्वाहाय एव पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति इति अङ्गीकर्तव्यम्. अतः कपाले तादात्म्यसम्बन्धेन अपि प्राग्भावः वर्तते इति अपि न वक्तुं शक्यते. तर्हि अग्रे आयासति कथं प्राग्भावः साधारणकारणं भवति इति. अस्तु, तर्हि अत्र निगमनं करोतु, अत्र अस्मिन् परिच्छेदे किम् उक्तम् इति सारांशत्वेन वदतु. अस्तु, अहं मन्ये अत्र संयोगसम्बन्धेन अपि प्राग्भावः नास्ति. समवायः किमर्थं प्राग्भावः अस्ति? प्राग्भावस्य अस्तित्वे किमर्थं चिन्तनं, तत् प्रथमं वदतु. अस्तु, किमर्थं चिन्तनं, प्रागभावः इति अभावरूपः अस्ति घटनिर्माणस्य पूर्वे प्रागभावः अस्ति एव परन्तु यदा एकवारं घटस्य निर्माणं भवति तदा प्रागभावः तत्र किमपि सम्बन्धेन नास्ति एव न न पुनः तदेव वदति महोदय अत्र किमर्थं प्रथमं प्रागभावस्य अस्तित्वे चिन्तनं कारणम् एकं कारणम् इति वक्तुं निकषात्रयमस्ति खलु हा कार्याधिकरणे भवेत् कार्यस्य पूर्वे भवेत् तावदेव कार्याधिकरणे भवेत् खलु यः कोऽपि कारणं कार्याधिकरणे भवेत् आं सत्यं तर्हि इदानीं प्रागभावः कारणम् इति स्वीकुर्मश्चेत् प्रागभावः अपि कार्याधिकरणे भवेत् तर्हि इदानीं कार्याधिकरणं किं घटस्य कार्याधिकरणं किं कपालः खलु कपाले संयोगसम्बन्धेन प्रागभावः अस्ति वा घटप्रागभावः अस्ति वा समवायसम्बन्धेन अस्ति वा तादात्म्यसम्बन्धेन अस्ति वा तर्हि केनापि ये सम्बन्धाः अस्माभिः अधीताः तान् सम्बन्धान् स्वीकृत्य प्रागभावः कार्याधिकरणे अस्ति इति न वक्तुं शक्यते तर्हि कारणत्वस्य निरूपणे एव क्लेशः अस्ति इदानीं कार्याधिकरणे कारणम् अस्ति चेदेव तस्य कारणत्वम् अङ्गीकर्तुं शक्यते खलु तदेव प्रथमनिकषः इति मुख्यवार्ता अत्र अस्तु अग्रे पठतु महोदय अस्तु आस्तां तावत् सत्त्वचिन्तया कारणतायां सिद्धायां कल्पयामः तादात्म्यमिव सम्बन्धमपि कारणतैव न सिद्धा घटं निर्मित्सुः कुलालः तत्कारणानि दण्डः चक्रं कपालः जलं रज्जुः इमानि उपादत्ते न हि सः प्रागभावम् उपाददानो दृष्टः चेतनेन कार्याय खलु यत् आदीयते तत्कारणं नान्यत् दण्डचक्रादिकर्त्रा यत् आनीतं तत् कथञ्चित् सम्बन्धं प्रकल्प्य स्थितिम् आवहत् भवति कारणम् तर्हि आस्तां तावत् सत्त्वचिन्तया इत्युक्ते किम् तावत् सत्त्वचिन्तया न अवगच्छामि महोदय अस्तु अत्र किञ्चित् चिन्तयामः सत्त्वम् इत्युक्ते किं प्रथमं सत्त्वम् इत्युक्ते सत्ता इति अर्थे अस्ति वा अस्ति इति अर्थे सत्ता इति जातिः सत्त्वम् इति धर्मः अत्र अस्य पदस्य अन्ते कः प्रत्ययः अस्ति त्वं त्वा इति प्रत्ययः अस्ति खलु त्वा इति प्रत्ययः स्वभावं सूचयति खलु यथा घटः घटत्वं पटः पटत्वं सती इत्यस्य अर्थः सत्त्वं तथा सत् तस्य भावः सत्त्वं वस्तुतः सत्त्वम् इत्युक्ते सत्ता एव किन्तु सत्ता इति परा जातिः इति तैः स्वीकृतम् अतः सत्त्वं तर्हि आस्तां तावत् इत्युक्ते अलं प्रागभावस्य सत्त्वे सत्त्वचिन्तया अलम् इति अत्र उक्तम् इतोपि किञ्चित् अग्रे भिन्नविषयं चिन्तयति इदानीं पुनः तत्र आगच्छति अस्तु अग्रे अस्तु कारणतायां सिद्धायां कल्पयामः तादात्म्य इव सम्बन्धम् अस्ति अत्र कारणानि यदा कारणाः सन्ति तेषाम् अवगमनं कथं करणीयं ते तथा तदा वयं तादात्म्य इव सम्बन्धमपि कल्पयामः कारणतायां सिद्धायाम् इत्युक्ते किम् कारणता इत्यस्य निवेशनम् अथवा कारणता अस्ति वा कारणे कारणता अस्ति वा इति सिद्ध यदा कर्तुम् इच्छामः चेत् तदा इति इच्छामः चेत् नास्ति यदि कारणता सिद्ध्यते तदा एव कारणं केन सम्बन्धेन कार्यादिकरणे अस्ति इति चिन्तनीयं खलु आम् आम् प्रथमं कारणम् इति साधनीयं कार्याधिकरणे अस्ति कार्याधिकरणे सर्वदा अस्ति कार्याधिकरणे पूर्वक्षणे अस्ति इति त्रिषु वाक्येषु केन सम्बन्धेन इति न चिन्तितं प्रथमं कार्याधिकरणे कारणमस्ति इति निरूपणीयं तदा एव केन सम्बन्धेन इति अग्रिमप्रश्नः भवति तर्हि इदानीं ग्रन्थकारः वदति पूर्वस्मिन् परिच्छेदे केन सम्बन्धेन इति चिन्तितं भवतु प्रथमं कारणं वा न वा इति चिन्तयामः तदनन्तरं केन सम्बन्धेन इति चिन्तयामः कारणता एव न तु सिद्धा अधुना वयं दृष्टवन्तः अभावस्य कारणता अस्ति वा न वा इति एव तत्र अधुना अपि प्रथमं निरूपणीयं तस्मिन् विषये न चिन्तितं तद् चिन्तनं विना तस्य चिन्तनं विना अग्रे इदानीं केन सम्बन्धेन इति चिन्तितं कथं चिन्तितम् अतः इतोपि एकं सोपानं पूर्वं गच्छति सत्यम् अग्रे आं तथैव अत्र घटस्य निर्माणे घटनिर्माणस्य कार्ये कुलालः अपि च दण्डः चक्रं कपालः जलं रज्जुः इमानि सर्वाणि कारणानि सन्ति तत्र प्रागभावः इति न दृश्यते चेतनेन न दृश्यते चेतनेन कार्याय खलु यत् आदीयते तत् कारणं न अन्यत् अत्र चेतनः इत्युक्ते गोकुलाले यः चेतनत्वम् अस्ति तेन एव कार्यं जातं तदेव आदि कारणम् अस्ति न अन्यत् प्रथमं तु चेतनम् अस्ति आदिकारणम् इति किमर्थं वदति महोदय आदीयते इति अस्ति तत्र आदीयते चेतनेन कार्याय खलु यत् आदीयते आदीयते दीयते इति पदं दीयते आदि दीयते इति नास्ति सत्यं सत्यम् आम् उपसर्गपूर्वक दातुः उपागत्ते इति पूर्वस्मिन् पदे पूर्वस्मिन् वाक्ये अस्ति खलु इत्युक्ते सर्वे अत्र आनीतम् इति कुलालः एव चेतनेनैव सर्वं दण्डः चक्रं कपालः जलं रज्जुः एतत् सर्वं कुलालेन एव चेतनेन एव कार्याय खलु यत् आदीयते तत् कारणं न अन्यत् तदेव इत्युक्ते यद्यत् चेतनेन आनीतं भवति आनीतानि भवन्ति तानि सर्वाणि एव कारणानि खलु यत् कारणं नास्ति तस्य आनयनं न करोति खलु कुलालः तदेव अत्र उक्तम् अस्तु अग्रे अपि तदेव दण्डचक्रादि कर्ता यत् आनीतं सो कर्ता इत्युक्ते कुलालः दण्डचक्रादि सर्वसामग्री आनीतं तत् कथञ्चित् सम्बन्धं प्रकल्प्य स्थितिम् आवहत् भवति कारणं किञ्चित् स्थितिम् आवहत् इति न जानामि परन्तु ते सर्वे ये कारणानि सन्ति अथवा सामग्री सन्ति ते कथञ्चित् सम्बन्धं प्रकल्प्य सम्बन्धेन एव तत्र घटेन सह सम्बन्धः अस्ति तेषां सर्वेषाम् अतः ते सर्वे कारणानि भवन्ति इत्युक्ते याः सामग्र्याः चेतनेन कुलालेन आनीतं तेषां कथञ्चित् सम्बन्धं कल्प्य इत्युक्ते तादात्म्येन अस्ति कपालः कपाले तादात्म्येन अस्ति कपालः अत्र चक्रं निमे तत्र परम्परासम्बन्धेन अस्ति इति तादृशं किमपि सम्बन्धं कल्प्य तत्र कारणत्वं स्वीक्रियते खलु तर्हि इदानीं प्रश्नः अस्ति तथा प्रागभ यथा चक्रं कपालः रज्जु एतत् सर्वं कुलालः आदि आनयति तथा प्रागभावमपि आनयति किम् नास्ति खलु इति कृत्वा तर्हि इतोपि प्रागभावः कारणम् इति निरूपणीयं प्रथमं तदा एव तदनन्तरं केन सम्बन्धेन कार्याधिकरणे अस्ति इति चिन्तनम् अस्तु अग्रे गच्छेम तर्हि श्रीराममहोदय भवान् पठतु धन्यवादः अस्तु महोदय कुतः एतद् उपादानम् आवश्यकम् उच्यते अन्यथा दण्डत्वं दण्डरूपं वा दण्डे समवायेन विद्यमानं कपाले अपि स्वसमवायीसंयुक्तसम्बन्धेन स्थितिम् इति तदपि च भवेत् घटकारणम् आकाशं च विभुत्वात् सर्वमूर्तसंयुक्तम् इति निरूपितम् मूर्तञ्च क्रियाशालित्वात् कपालम् तस्मिन् संयोगः आकाशस्य अभ्याहत एव अतः संयोगेन आकाशस्यपि कपाले तत्त्वात् भवेत् आकाशमपि घटकारणम् अस्तु अत्र यदा यथा कुलालः घटं घटस्य निर्माणं कर्तुं तत्र चक्रं महोदय अत्र प्रथमवाक्यस्य किञ्चित् प्रतिपादनं करोतु केवलं प्रथमवाक्यं तदनन्तरं उपादानम् इत्युक्ते स्वीकारं महोदय आनयनम् इति चिन्तयतु आनयनं चेतनः यत्किमपि आनयति कार्यं कर्तुं तत् तादृशचिन्तनं पूर्वस्मिन् परिचये कृतं खलु घटः आनयति दण्डः घटः नास्ति दण्डः आनयति चक्रम् आनयति कपालः आनयति जलम् आनयति इति तर्हि आनयति आनयति इति चिन्तनं किमर्थम् उच्यते यदा अन्यथा दण्डत्वं दण्डरूपं वा दण्डे समवायेन विद्यमानं कपाले अपि समवायसंयुक्तसम्बन्धेन स्थितिम् इति तदपि भवेत् कारणम् इदानीं कुलालः दण्डम् आनयति इति अस्ति तु दण्डत्वं दण्डरूपं न आनयति न दण्डम् आनयति वा दण्डत्वं दण्डरूपम् अपि आनयति वा अथवा दण्डत्वं वा दण्डे समवायेन विद्यमानं कपाले तु अत्र दण्डत्वं स्वसमवायसंयुक्तसम्बन्धेन तत्र कपाले अस्ति तदपि भवेत् घटकारणम् इति आशंका अस्ति अत्र यदा आशंका नास्ति अत्र प्रश्नः अस्ति कुलालः किम् आनयति दण्डः एव आनयति खलु सः दण्डमेव आनयति खलु दण्डमेव यद्यपि दण्डे दण्डत्वम् अस्ति यद्यपि दण्डे रूपमपि अस्ति तथापि तस्य विवक्षा किम् दण्डमेव सः दण्डं स्वीकृत्य दण्डमेव आनयति खलु तत्र दण्डः आनयति दण्डम् आनयति चेत् दण्डत्वं दण्डरूपमपि युगपत् आगच्छति खलु युगपत् आगच्छति किन्तु तत्र विवक्षा नास्ति खलु इत्युक्ते चक्रभ्रमणार्थम् अत्र नीलदण्डः वा रक्तदण्डः वा इत्यस्य वैशिष्ट्यमस्ति किम् नास्ति नास्ति विशेषः किमपि नास्ति खलु तर्हि दण्डः आवश्यकः अस्ति तावदेव इदानीं दण्डे दण्डत्वम् अस्ति एव रूपं तत्र विवक्षा नास्ति तद् अवगच्छामि इदानीं दण्डत्वं दण्डे अस्ति दण्डत्वं नास्ति चेत् कथं तत् चक्रभ्रमणं कर्तुं शक्नुमः न चक्रभ्रमणस्य कारणं तु दण्डः न तु दण्डत्वं खलु दण्डः एव सः दण्डः इति चेत् यस्मिन् दण्डत्वम् अस्ति सः एव दण्डः अपि च अत्र इतोपि किञ्चित् चिन्तनीयं दण्डत्वम् इति कीदृशपदार्थः अस्ति तत्र दण्डत्वम् इति तस्य धर्मः अस्ति पदार्थः कीदृशपदार्थः क्षम्यताम् द्रव्यगुण सामान्य सामान्यमस्ति खलु जातिः जातिः अस्ति सामान्यं हा जातिः नित्यमस्ति खलु नित्या अस्ति खलु जातिः हा सत्यम् इत्युक्ते नित्यम् इति नित्यम् इति उक्तत्वात् जातिः नित्या इति उक्तत्वात् दण्ड नास्ति चेदपि दण्डत्वम् अस्ति एव किन्तु दण्डत्वं विना यदा कदापि दण्डः नास्ति तर्हि कुलालः दण्डमेव स्वीकरोति न तु तत्र विवक्षा नास्ति इत्युक्ते यथा इदानीं रूपविषये मया प्रतिपादितं चक्रभ्रमणार्थं दण्डस्य आवश्यकता अस्ति रक्तरूपं वा नीलरूपं वा चक्रभ्रमणार्थं तत्र तस्य किमपि कारणत्वं नास्ति खलु नास्ति तद् हा तत्र रूपम् अस्ति एव भवतु तत्र दण्डः रूपं विना न भवति पार्थिवद्रव्यमिति कृत्वा तत्र रूपम् अस्ति एव तथापि तस्मिन् रूपत्वे कारणत्वं नास्ति खलु घटं प्रति नास्ति एवं दण्डत्वजातौ अपि कारणत्वं नास्ति यद्यपि दण्डत्वं वा दण्डरूपं स्वसमवायिसंयुक्तत्वसम्बन्धेन कार्यादिकरणे कपाले अस्ति तथापि तेषां नो चेत् तयोः कारणत्वं न स्वीक्रियते खलु सत्यं इत्युक्ते अत्र चिन्तनं कथं जायते इति चेत् कारणं तु कार्यादिकरणे भवेत् किन्तु कार्यादिकरणे यद्यद् अस्ति तत्सर्वं कारणमिति नास्ति इत्युक्ते इदानीम् एकं गर्दभः गर्दभेन जलम् आनयति इति चिन्तयतु शकटे गर्दभः अपि गर्दभः अपि इदानीं गर्दभः इत्युक्ते दंकि गर्दभः अपि इदानीं कार्यादिकरणे अस्ति किन्तु तस्मिन् कारणत्वं न कल्पयति खलु सत्यम् इति कृत्वा तदेव अत्र उक्तं तर्हि किम् अत्र कुलालः कारणत्वं कल्प्य एषः कारणं भवतु एतत् कारणं भवतु इत्युक्ते दण्डः कारणमस्ति घटं प्रति निमित्तकारणमस्ति इति ज्ञात्वा एव दण्डम् आनयति खलु यदा दण्डम् आनयति तस्मिन् दण्डत्वम् अस्ति रूपम् अस्ति क्रिया अपि जायते दण्डे यदा यदा सः दण्डः दण्डम् आनयति तदा क्रिया अपि जायते दण्डे तथापि अत्र क्रिया अस्ति इति कृत्वा दण्डत्वम् अस्ति इति कृत्वा रूपम् अस्ति इति कृत्वा तस्मिन् कारणत्वं न कल्प्यते चेतनः इत्युक्ते चेतनस्य मनसि किमस्ति कारणत्वं कुत्र अस्ति इति विचिन्त्य एव अत्र कारणत्वम् अङ्गीक्रियते खलु इति बोधः अत्र अग्रिमवाक्यं पश्यतु आकाशं च आकाशं च विभुत्वात् सर्वमूर्तसंयुक्तम् इति निरूपितम् अस्तु तत्र आकाशः विभुः अस्ति तदा तत्र मूर्तद्रव्य इत्युक्ते यस्मिन् क्रिया भवति तदेव मूर्तद्रव्यः तदा क्रिया न भवति न मूर्तद्रव्यं तदा यत्किमपि घट कपालं स्वीकुर्मः कपाले क्रिया भवति इति मूर्तद्रव्यं तदा तत्र आकाशेन तत्र संयोगः भवति यद्यपि आकाशः विभुः अस्ति यद्यपि आकाशे क्रिया न क्रियाशालित्वात् कपालम् इति अस्मिन् संयोगः अत्र क्रियाशालित्वात् मूर्तद्रव्येषु क्रिया भवितुम् अर्हति वा कपाले क्रिया भवति तत्र आकाशेन संयोगः स्वीकुर्मः संयोगेन आकाशस्यापि कपाले भवेत् आकाशं कुत्र गतः इदानीम् आकाशः अपि संयुक्तः अस्ति तत्र घटे इति कृत्वा आकाशः अपि भवतु कारणं एतस्य कारणम् इति अत्र निगमनं किं भवान् अवगच्छति वा न वा इति न जाने ग्रन्थकारः वदति अहं चिन्तयामि ग्रन्थकारः वदति दण्डत्वं दण्डरूपम् आकाशम् इति एते अपि घटकारणं भवतु इति वदति तस्य निराकारणं न तादृशं न वदति अन्यथा वा आकाशम् अतः संयोगेन आकाशदपि कपाले सत्त्वात् भवेत् आकाशमपि घटकारणम् इति वर्तन्ते भवेत् इति अस्ति खलु शुड् हा भवेत् किन्तु तादृशं नास्ति तत् न स्वीक्रियते खलु घटकार्यं प्रति आकाशस्य कारणत्वं स्वीक्रियते किम् आकाशे क्रिया नास्ति ओ भो अत्र संयोगः अस्ति खलु महोदय संयोगः अस्ति संयोगः अस्ति अत्र सम्बन्धः कार्यादिकरणम् इदानीं कपाल आकाशः कपाले अस्ति वा न वा आकाश अस्ति सर्वत्र अस्ति तु तर्हि कार्यादिकरणे अस्ति इति कृत्वा तस्मिन् कारणत्वम् अस्ति वा इति प्रश्नः तदेव प्रश्नः सत्यं नास्ति इति वदति तदेव निगमनमपि करोति यदि यत्किमपि कार्यादिकरणे अस्ति येन केनापि सम्बन्धेन यत्किमपि कार्यादिकरणे अस्ति तत्सर्वं कारणमिति स्वीकुर्मः तर्हि आकाशः अपि भवतु कारणं भवति कारणं दण्डत्वमपि भवति कारणं दण्डरूपमपि भवति कारणं किन्तु तादृशं नास्ति नास्ति अस्तु तर्हि अत्र परिच्छेदद्वये वाक्यद्वयं ग्रन्थकारेण उक्तम् एकं तु यत् कार्यादिकरणे नास्ति तस्मिन् कारणत्वं न भवत्येव इति प्रथमं वाक्यं द्वितीयं वाक्यं यद्यत् कारणकार्यादिकरणे अस्ति तत्सर्वं कार्यम् इति कारणम् इति अपि न इति द्वितीयं वाक्यं कार्यादिकरणे नास्ति चेत् कारणता नास्ति इति प्रथमं वाक्यं कार्यादिकरणे अस्ति चेत् निश्चयेन तस्मिन् कारणता अस्ति इति अपि नास्ति बुद्धं खलु अवगतम् अवगतम् अत्र आकाशस्य विषये तत्र यद्यपि आकाशसंयुक्तः अस्ति आकाशस्य कारणता कथं निराकृतं महोदय किमर्थं स्वीकर्तव्यं तत्र दिशः अस्ति दिश् अपि कारणम् इति वदामः खलु तदपि विभुः अस्ति विभुः अस्ति तत्र दिशः दिशः कारणत्वं किमर्थं स्वीकृतं तत्र व्यवहारः भवति इदा अत्र घटस्य निर्माणं भवति तत्र घटस्य निर्माणं भवति इति व्यवहारः आकाशम् आदाय तत्र तादृशव्यवहारं किमपि न कुर्मः इति यदि करोति तर्हि वदतु कथं व्यवहारः इति आकाशम् आधारीकृत्य व्यवहारं करोतु तद् कर्तुं शक्नुमः इति अहं चिन्तयामि न अस्मिन् आकाशे इति न वदामः यदा कदापि अत्रैव मम क्लेशः अपि अस्ति महोदय अस्मिन् प्रकोष्ठे इत्युक्ते तत्र अस्मिन् प्रकोष्ठे घट उत्पादनं भवति इति वदामश्चेत् आकाशदेशं नास्ति वा न अस्मिन् प्रकोष्ठे आकाशः अस्ति इति वक्तुं शक्यते अस्मिन् प्रकोष्ठे इति वदति चेत् तत्र प्रकोष्ठे इति सप्तमी किम् आधारीकृत्य उक्तम् इति चेत् दिक् आधारीकृत्य एव उक्तं न तु आकाशं तदेव मम क्लेशः अस्ति अवगमने अस्तु तर्हि एषः गृहपाठः भवति आकाशदिशोः मध्ये दिश्योः मध्ये अन्योन्य अभावः साधनीयः इत्युक्ते भेदः कः इति आकाशः अपि च दिक् अनयोः मध्ये भेदः कः अस्माभिः अस्मिन्नेव वर्गे चिन्तितं पूर्वम् गतवर्गे हा गतवर्गे अपि अस्मिन् विषये चिन्तितं भवतु गृहपाठः अस्तु अस्तु तर्हि वाक्यद्वयम् इदानीम् आगतं कार्यादिकरणे नास्ति चेत् कारणं नास्ति इति प्रथमवाक्यं प्रथमनिगमनं द्वितीयं कार्यादिकरणे अस्ति चेत् कारणम् अस्ति इति न वक्तुं शक्यते तन्मध्ये किमपि अस्ति कार्यादिकरणे भवेत् किन्तु यद्यत् कार्यादिकरणे अस्ति तत्सर्वं कारणं नास्ति इत्यपि अस्ति अस्तु अग्रे गच्छेम वर्षा भगिनी पठति किम् अनिष्टं च अनिष्टं च प्रामाणिकानां प्रामाणिकानां घटं प्रति दण्डत्वस्य दण्डरूपस्य आकाशस्य वा कारणत्वम् इति न इष्टापत्या सम्भवति परिहारः. अतः न कार्याधिकरणे सत्तामात्रं विद्यमानत्वमेव कारणतां ज्ञापयति. किं तर्हि चेतनकर्तृकम् उपादानमेव सिद्धे च तथाविध उपादाने सम्बन्धम् अपि कार्यकारणयोः सामानाधिकरण्यनिर्वाहाय कल्पयामः. निरूपितं चादानं चेतनेन कुलालेन चक्रादीनाम् इति लोकसिद्धा तेषां कारणता. न ईदृशम् आदानं प्रागभावस्य सम्भवति इति दुर् उपपादा तस्य घटकारणता अपि. पूर्वस्मिन् वाक्ये दत्तमस्ति तदेव अत्रापि दत्तमस्ति. यदि घटं प्रति दण्डत्वस्य दण्डरूपस्य आकाशस्य वा कारणत्वं वयं अस्ति इति चिन्त्यते तद् दोषमेव. किमर्थं चेत् केवलं विद्यमानत्वं कारणता प्रति कारणं न निर्दिश्यति. परन्तु अत्र यत् चेतन कुलालेन यत् उपादानं कृतं तद् कार्यकारणयोः समानाधिकरणं यस्मिन् अस्ति तदेव कारणम् इति दत्तमस्ति. अत्र एतादृशग्रहणं प्रागभावस्य सम्भवति इति दुरुपपादा. इत्युक्ते अत्र न ईदृशं ग्रह आदानम् इत्युक्ते ग्रहणं प्रागभावस्य सम्भवति इति दुर् उपपादा. तद् उपपादः तद् कुलालेन न आनीतम् इति तदपि घटकारणं नास्ति इति दत्तमस्ति. अस्तु, तर्हि इतोपि अत्र एकं वाक्यं मुख्यमस्ति. अहं वाक्यद्वयं वदामि, तदनन्तरम् अस्मिन् परिच्छेदे पूर्वस्मिन् परिच्छेदे पूर्वस्मिन् पूर्वेषु परिच्छेदेषु वाक्यद्वयम् उक्तमस्ति. प्रथमं यद्यत् कार्याधिकरणे नास्ति तत् कारणं नास्ति इति एकं वाक्यं. द्वितीयं वाक्यं यद्यत् कार्याधिकरणे अस्ति तत् कारणम् अस्ति नियमेन कारणम् अस्ति इति अपि न. तर्हि अस्मिन् परिच्छेदे किमुक्तं, तर्हि किं कारणं भवति? कार्याधिकरणे अस्ति चेत् कारणता न निरूपिता भवति, तर्हि कथं वा कारणत्वं स्वीक्रियते? किम् आधारीकृत्य कारणत्वम् अङ्गीक्रियते? यदि कुलालेन कुलालेन यदि आनीतं कृतं तदेव सत्यं. यद्यत् कुलालः आनयति तदेव तस्मिन्नेव कारणत्वम् अङ्गीक्रियते. कार्यादिकरणे अस्ति इति कृत्वा कारणत्वं न भवति. कार्याधिकरणे नास्ति चेत् निश्चयेन कारणत्वं न भवति, किन्तु कार्याधिकरणे अस्ति चेत् कारणत्वं निश्चयेन भवति इति न. तर्हि केषु कारणत्वं भवति इति चेत् यद्यत् कुलालेन कुलालः उपादत्ते, कुलालेन उपादत्ते, कुलालः उपादत्ते हा इत्युक्ते यद्यत् कुलालः आनयति तेषु एव. किमर्थमित्युक्ते सः आनयति खलु, अत्र श्रमं स्वीकृत्य आनयति. यस्य कारणत्वं नास्ति किमर्थं तस्य आनयनम् इति कृत्वा यः यत् कुलालः आनयति तदेव कारणम् इति अत्र लिखितं. तदनन्तरं तर्हि प्रागभावः कुलालेन आनीतं किं नास्ति खलु, तद् न दृश्यते इति कृत्वा तत्र इदानीमपि प्रश्नः अस्ति. कः प्रश्नः? कथं वा प्रागभावस्य कारणत्वं साधयामः, प्रागभावे कारणत्वं साधयामः इति प्रश्नः अस्ति इदानीमपि. अस्तु, अग्रे पठतु भगिनि. सत्यं न सम्भवति प्रागभावस्य आदानम्। मूर्तानां हि एतद् आवश्यकं यत् जनकत्वनिर्वाहाय आनीयन्ते, तावता आनयनायोग्यानां कारणता न व्याहन्यते। दर्शितरीत्या सिद्धकारणभावयोः दिक्कालयोः विभुत्वम् अपि सिद्धमेव, न हि तयोः क्रिया सम्भवति। ज्ञानसमवायिकारणस्य आत्मनः विभुत्वात् क्रियोत्पाद असम्भवः स्फुट एव, गुरुत्वादिगुणानां पतनादिकारणता निरूपिता एव। क्रियायाः अपि विभागं प्रति उत्तरदेशसंयोगं प्रति च कारणता निरूपिता, न हि गुणक्रिययोः अमूर्तयोः आदानं सम्भवति। अतः मूर्तानामेव कार्यादिकरणे आदानं कारणतां ग्राह्येत, अनादानं वा प्रतिषिध्येत्, न च प्रकृतः प्रागभावः मूर्तरूपः इति तत्कारणत्वनिरूपणाय आदान अनादानयोः चिन्ता निष्फला एव। अत्र दत्तमस्ति मूर्तानाम् इत्युक्ते क्रिया यस्मिन् क्रिया अस्ति तेषाम् एव जनकत्वनिर्वाहाय कारणानि आनीयन्ते। अत्र बहु किमपि उदाहरणानि दत्तमस्ति, यदा गुरुत्वादिगुणाः पतनादिकारणताः। भगिनि, उदाहरणं परिशीलनात् पूर्वम् अत्र विषयः कस्मिन् विषये चिन्तितमस्ति? प्रागभावः इति मूर्तः द्रव्ये नास्ति, अतः तत् कथं नास्ति भगिनि? अस्तु, तर्हि यद् मया उक्तं गते पूर्वस्मिन् परिच्छेदे, तर्हि कारणता यद्यत् कार्यादिकरणे नास्ति तत्सर्वं निश्चयेन कारणं नास्ति, यद्यत् कारणता कार्यादिकरणे अस्ति तत्सर्वं कारणम् इति अपि नास्ति, तर्हि कस्मिन् कारणत्वं स्वीकृतम्? यत् कुलालेन आनयति, यत् कर्त्र आनयति तदेव कारणम् इति स्वीकृतम्। सत्यं, कुलालः यस्य आदानं करोति तस्मिन्नेव कारणत्वं खलु? तर्हि आदानम् आधारीकृत्य कारणत्वं वा अकारणत्वं वा स्वीकृतं खलु? तर्हि इदानीं प्रश्नः अस्ति केषाम् आदानं कर्तुं शक्यते इति। आदानम् इत्युक्ते किम्? पदार्थः सत्यम्, उत्तमं, क्रिया अस्ति खलु, आदानमिति क्रिया। तर्हि यस्मिन् क्रिया जातुम् अर्हति तस्मिन्नेव विषये आदानत्वं स्वीकृत्य कारणत्वं कल्पयितुं शक्यते। इत्युक्ते यस्मिन् क्रिया जातुम् अर्हति तस्मिन् एव इदानीं कुलालेन सः आनीतः, अतः तस्मिन् कारणत्वम् अस्ति, कुलालेन एषः न आनीतः अतः तस्मिन् कारणत्वं नास्ति इति तादृशचिन्तनं कुत्र कर्तुं शक्यते, कुत्र कर्तुं योग्यमस्ति? यस्मिन् क्रिया भवितुमर्हति खलु, तर्हि यस्मिन् क्रिया एव न भवति तत्र आदानम् अनादानम् इत्यस्य चिन्तनं कर्तुं शक्यते किम्? न। हा, इति मुख्यवार्ता अत्र, इति मुख्यवार्ता। तर्हि इदानीम् एतद् आधारीकृत्य अत्र अतः एव अत्र स्थूलाक्षरैः लिखितं मूर्तानाम् आनीयन्ते, मूर्तद्रव्येषु एव क्रिया भवति खलु? हा, अस्तु, तर्हि इदानीम् उदाहरणं प्रतिपादयतु, कुत्र कुत्र क्रिया न जायते अतः तस्य आधानस्य विषये न चिन्तयितुं अर्हति तथापि तत्र कारणत्वं स्वीकृतम् इति. क्रिया सम्भवति. ज्ञानसमवायि कारणस्य आत्मनः विभूत्वात् क्रियोत्पादकाल इति अस्ति खलु, ततः आरभतु, आरब्धं करोतु. दर्शितरीत्या सिद्धकारणभावयोः दिक्कालयोः विभुत्वमपि सिद्धमेव, न हि तयोः क्रिया सम्भवति. हा, दिक्काल दिक् अपि च कालः विभुपदार्थः तेष विभु पदार्थः तस्मिन् विभुद्रव्ये तस्मिन् क्रिया न भवति, परन् तदापि वयं तत् साधारणकारणम् इति अङ्गीकृतं. किमर्थं चेत् इह क्रिया भवति, अत्र क्रिया भवति इति वक्तुं निकषायां वयं तत् अपि साधारणकारणम् इति अङ्गीकृतम्. इत्युक्ते अनुपादाने अपि तस्मिन् कारणत्वं स्वीकृतं खलु. ज्ञानसमवायि कारणस्य आत्मनः विभुत्वात् क्रियोत्पाद असम्भवः स्फुट एव. ज्ञानस्य समवायिकारणम् आत्मा इति आत्मा विभुः, तदापि अनुपादाने अपि आत्मनस्य आत्मनः ज्ञानस्य समवायिकारणम् इति अत्र क्रिया अपि नास्ति. ज्ञानस्य समवायिकारणम् इति अङ्गीकृतम् कस्मिन् प्रति कार्यं किम् ज्ञानस्य कार्यम् आत्मा इति ज्ञानस्य समवायिकारणम् आत्मा इति अङ्गीकृतम्. अस्तु, तर्हि अत्र ज्ञानमिति कार्यं, यद्यपि ज्ञानस्य ज्ञानमिति कार्यं, तस्य कारणमस्ति आत्मा, आत्मनि यद्यपि क्रिया न जायते तथापि तस्मिन् कारणत्वम् अङ्गीकृतम्. अस्तु, अग्रे. तदा एव पतनादि कारणतः गुरुत्वादिगुणानां गुणेषु अस्ति इति अपि वयम् अङ्गीकृतम्. आदिपतनस्य कारणं गुरुत्वम् इति गुणः, अत्र गुरुत्वस्य आदानं न भवति, गुरुत्वम् इति निजगुणः एव, तत् कारणात् पतनादि क्रिया जायते, अतः तत् तस्य कारणतः अङ्गीकृतम्. अनुपादाने अपि तस्य कारणम् अङ्गीकृतम् इति अस्ति. अत्र एकनिमिषम्, इतोपि किञ्चित् स्पष्टतया वक्तव्यं गुरुत्वस्य विषये, किमर्थम् अत्र चिन्तनम्? अत्र कर्ता गुरुत्वम् इति गुणस्य आदानं न करोति, अत्र गुरुत्वम् इति निजगुणः एव, कन्दुके अस्ति गुरुत्वम्, अतः एव आदिपतनं भवति इति किल. न न, अत्र गुरुत्वे अत्र सर्वत्र चिन्तनं किम् अस्ति भगिनि, क्रिया यस्मिन् क्रिया जायते तदेव कारणं वा न वा इति एव चिन्तनम् अस्मिन् परिच्छेदे. आदानमिति क्रिया खलु, तर्हि यस्मिन् क्रिया जायते तस्मिन्नेव कारणत्वं वा इति चेत् न. दिक् काले विभुत्वात् क्रिया न जायते तथापि तस्य कारणत्वम् अङ्गीकृतम्. आत्मनः आत्मनि अपि क्रिया न जायते तथापि तस्य कारणत्वम् अङ्गीकृतम्. गुरुत्वे क्रिया न जायते गुणत्वा खलु, गुणे क्रिया न भवति, केवलं द्रव्ये एव भवति, तथापि गुरुत्वस्य कारणत्वम् अङ्गीकृतम्. अग्रे, तदा एव क्रियायाः अपि विभागं प्रति उत्तरदेशसंयोगं प्रति च कारणता निरूपिता. क्रिया क्रियायां नास्ति, अतः एव अत्रापि क्रिया विभागं वा उत्तरदेशसंयोगं प्रति कारणम् अस्ति इति अङ्गीकृतं, परन्तु अत्रापि अत्र अपि क्रिया न जायते, इत्युक्ते क्रियायां क्रिया न जायते. उत्तमं. हा, गुणे क्रिया न जायते, क्रियायां क्रिया न जायते. नहि गुणक्रिययोः अमूर्तयोः आदानं सम्भवति. हा, अतः मूर्तानामेव कार्यादिकरणे आदानं कारणतां ग्राहयेत्, अनादानं वा प्रतिषिध्येत्. अतः मूर्तानामेव कार्यादिकरणे अत्र आदानं ग्रहणं कारणतां ग्राहयेत् इति दत्तमस्ति. न च प्रकृतः प्रागभावः मूर्तरूपः नास्ति, अतः तस्य कारणत्वनिरूपणाय यदि अदानं यदि अदान अस्ति वा अनादान अस्ति वा इति चिन्ता एव न करणीया इति. उत्तमम् इति चिन्तितमस्ति. अस्तु, तर्हि इदानीं सोपानेन चिन्तयामश्चेत् यद्यत् कार्यादिकरणे नास्ति तत्सर्वं कारणं नास्ति इति प्रथमं वाक्यं. द्वितीयं वाक्यं, यद्यत् कार्यादिकरणे अस्ति तत्सर्वं कारणम् अस्ति इति नास्ति. द्वितीयं वाक्यं, तर्हि किं कारणं? यस्य आदानं यस्मिन् क्रिया जायते तदेव कारणम् इति स्वीकर्तव्यम् इति तृतीयं वाक्यं. किन्तु यस्मिन् क्रिया जायते तदेव कारणम् इति न वक्तव्यं. किमर्थमिति चेत् यस्मिन् क्रिया जातुम् अर्हति तत्र एव क्रिया जायते वा न वा इति विचिन्त्य यस्मिन् क्रिया जायते तेषु कारणत्वं स्वीकर्तव्यं, यस्मिन् क्रिया न जायते तस्मिन् क्रिया तस्मिन् कारणत्वं न अङ्गीकर्तव्यं. किन्तु यस्मिन् क्रिया न जायत्येव तत्र क्रिया जायते वा न वा इति चिन्तनमेव न कार्यम् इति एतावत् चिन्तितं. बुद्धं खलु एतावत्? अस्तु, अग्रे रमेश् महोदय पठति वा? आं महोदय. भवतु अनादाने अपि केषाञ्चित् कारणता प्रागभावस्य परं कथं सा वेदितव्या इति चेत् उच्यते. भवतु भवतु उत्थया आनीतानि चेत् चेतनेन कुलालेन घटकारणानि मृदि जल संयवने संयवनेन पिण्डं निर्माय दण्डेन चक्रं भ्रमयित्वा कपालनिर्माण निर्माणम् अपि कृतं. तादृशौ द्वौ कपालौ ज्येष्ठक्षणे सिद्धौ, तौ च घटसमवायिकारणे, न च तावत् अपि घटोत्पत्तिः. असमवायिकारणं कपालद्वयसंयोगः आवश्यकः, स च आषाढक्षणे कुलालेन उत्पादितः. ततः किं? श्रावणक्षणे घटोत्पत्तिः. अस्तु, अत्र कोष्टकमस्ति, तदपि पठित्वा तदनन्तरं किञ्चित् प्रतिपादितं. चैत्रक्षणः पिण्डनिर्माणं, वैशाखक्षणः चक्रभ्रमणं, ज्येष्ठक्षणः कपाल उत्पत्तिः, आषाढक्षणः कपालद्वय संयोग उत्पत्तिः, श्रावणक्षणः घट उत्पत्तिः. द्वितीयम् अपि पठनीयं वा महोदय? न, अत्र अस्तु, अत्र अत्र अग्रे पठित्वा तत्र एतावत्पर्यन्तं वदतु अत्र किमस्ति इति. हा, अत्र घटस्य निर्माणं प्रतिक्षणं किं किं भवति इति दत्तमस्ति. तत्र प्रथमक्षणे पिण्डनिर्माणं भवति. क्षम्यतां महोदय, किमर्थम् एतादृशं चिन्तनं? तस्य तत्र सन्दर्भं वदतु, सङ्गतिः वक्तव्यः खलु. पूर्वं यत् किं चिन्तितम् इदानीम् अस्मिन् विषये किं किमर्थं चिन्तनं जायमानमस्ति इति. सङ्गतिः इत्युक्ते सम्बन्धः. पूर्वस्मिन् क्षेत्रे वयम् उक्तवन्तः तत्र प्राग्भवस्य प्राग्भवः मूर्तः न अस्ति तर्हि तत् न आनेतव्यं, तत् तस्य तस्य आदानम् अनादानस्य चिन्ता न करणीयम् इति दत्तम् आसीत्. सत्यम्. अत्र प्रागभवस्य कथं चिन्तनीयम् इति प्रायः दत्तमस्ति, तदेव तस्य चिन्तनार्थम् एतत् सर्वं चिन्तनीयम्. हा, इत्युक्ते प्रागभावस्य आदानस्य विषये न चिन्तनीयं. किमर्थमिति चेत् प्रागभावः अभावरूपः अस्ति, मूर्तद्रव्यं नास्ति इति कृत्वा तस्मिन् क्रिया न जायते एव, अभावे क्रिया न जायते इति कृत्वा आदानं कुलालेन प्रागभावः न आनीतः इति कृत्वा तस्मिन् कारणत्वं नास्ति इति न वक्तव्यम्. अस्तु, किन्तु प्रागभावः कार्यादिकरणे अस्ति, तस्मिन् कारणत्वम् अस्ति इति निरूपणीयं खलु. तस्मिन् प्रति इदानीं प्रयत्नं, तं प्रति इदानीं प्रयत्नं जायमानमस्ति. अस्तु, तत्र पञ्चक्षणप्रक्रिया उक्ता अस्ति. अस्तु, तर्हि इदानीम् अत्र चैत्रक्षणे वैशाखक्षणे इति एतत् सर्वं सुलभमेव, अत्र किमपि न वक्तव्यम्. अस्तु, अग्रे पठतु महोदय. अत्र इतः द्वितीय न पठनीयं वा महोदय? अत्र द्वितीयपरिच्छेदं पठित्वा तदनन्तरं पुनः पठेम. इतः अवधानेन चिन्तयामः. उत्पन्नः श्रावणक्षणे घटः, तत् पूर्वक्षणे आषाढे दण्डचक्रकपालसंयोगादि सर्वकारणानि स्वस्व यः योग्यः सम्बन्धः तेन सम्बन्धेन कपाले आसन्. तद् अग्रिमक्षणे श्रावणक्षणे घटः उत्पन्नः. किं तस्मिन् श्रावणक्षणे कपाले दण्डादयः न सन्ति? सन्ति एव. श्रावणक्षणे अपि हि कपालः स्वस्मिन् तादात्म्येन अस्ति, संयोगेन चक्रं कपाले अस्ति. स्वजन्य भ्रमिजन्य भ्रमितासम्बन्धेन दण्डः भ्रमिमत्तासम्बन्धेन दण्डः अपि अस्ति. कुलालः संयोगेन कपालद्वयसंयोगे अपि हि तस्मिन् श्रावणक्षणे वर्तते. अग्रेपि पठतु. एवं च यानि यानि कार्याणि घटोत्पत्ति कारणानि घटोत्पत्ति प्राक्षणे आषाढक्षणे आसन्, घटं च श्रावणक्षणे उत्पादितवन्ति, तानि सर्वाणि अपि घटोत्पत्तिक्षणे श्रावणक्षणे अपि तथैव कपाले सन्ति. एवं सति अग्रिमे भाद्रपदक्षणे पुनरपि घटोत्पादः कुतः न भवति? सार्वजनीनमेतत् सार्वजनीनम् एतत् यत् भाद्रपदे क्षणे चक्रादि सत्त्वे अपि न पुनः घटोत्पादः. अयं च भाद्रपदक्षणे घटस्य अनुत्पादः, तत् पूर्वस्मिन् क्षणे उत्पादः प्रागभवस्य घटकारणतायां सुष्ठुः निर्वहति. अस्तु, तर्हि अत्र स्वशब्दैः वदतु इदानीं प्रागभावस्य कारणत्वं कथं निरूपितम् इति. तत्र घटस्य निर्माणक्षणं पर्यन्तम् अपि यद्यत् घटस्य कारणम् अस्ति तत् सर्वं तत्र एव सन्ति, तर्हि द्वितीयघटस्य उत्पादनं किमर्थं न भवति इति प्रश्नः उदेति. तस्य उत्तरं प्रागभावस्य अभावः इति दत्तमस्ति. उत्तमं, प्रागभावस्य भावः, प्रागभावस्य अभावः, सत्यं. प्रागभावः नश्यति खलु, यथा प्रथमघटम् उत्पादयति तदा तस्य प्रागभावः नश्यति इति कृत्वा. बहु उत्तमं. तर्हि कार्योत्पत्तेः पूर्वक्षणे कार्याणि कारणानि सन्ति चेत् कार्यस्य उत्पादनं भवत्येव खलु. तर्हि घटस्य उत्पादनं यस्मिन् क्षणे श्रावणक्षणे जायते तस्मिन् क्षणे अपि अत्र सर्वाणि कारणानि सन्ति इति कृत्वा भद्रपदक्षणे अग्रिमक्षणे श्रावणक्षणस्य अग्रिमक्षणे अपि घटस्य उत्पादनं नूतनघटस्य उत्पादनं भवेत् किन्तु न जायते. सर्वजनीनम् एतत्, सार्वजनीनम् एतत् इति सर्वे जानन्ति एव द्वितीयघटस्य उत्पादनं न भवति. तर्हि तस्य कारणं किमपि वक्तव्यम् अस्ति. तदेव प्राग्भावस्य घटकारणतायां सुष्ठुः निर्वहति इत्युक्ते तदेव कारणं. तर्हि प्राग्भावः यदि अस्ति, प्राग्भावः नास्ति चेत् अत्र घटस्य उत्पादनं न भवति इति बोधः. बुद्धं खलु? आं महोदय. अस्तु, तर्हि स्वामिमहोदय अग्रे पठति किं कथम् उच्यते इति, तदेव दत्तमस्ति. महोदय, लोके इदानीं यद् व्याक्सिनेशन् चलति एड्वर्स् इवेण्ट् इति वदन्ति, तत् साधारणकारणं वा महोदय? कार्यं किम्? कार्यं फालिङ्ग् सिक्, रोगी अस्वस्थता. अस्तु, न इदानीं तत्र व्याक्सिनेशन् इति कारणमस्ति चेत् अस्वस्थां प्रति तस्य कारणं नास्ति खलु? किन्तु एकवारं महोदय, कारणं व्याक्सिनेशन्. अस्तु, कार्यं किम्? कार्यं कानिचन जनाः, केचन जनाः अस्वस्थाः अभवन्. न न, तत् कार्यं नास्ति. किमर्थं व्याक्सिनेशन् इति चेत् तदेव कारणं. यदि यद् भवान् कार्यम् इति वदति तदेव व्याक्सिनेशन् इत्यस्य कारणम्. पीपुल् आर् सिक् देर् फोर् दे टेक् व्याक्सिनेशन्. दि पीपुल् टेक् व्याक्सिनेशन् देर् फोर् दे आर् गेटिङ्ग् सिक् इति नास्ति खलु? नो नो नो महोदय, अत्र इदानीं यद् भवति, पीपल् आर् नाट् सिक्, वि डोण्ट् वाण्ट् टु गेट् सिक्, दे फोर् वि आर् टेकिङ्ग् व्याक्सिनेशन्. हा, तर्हि कार्यं किं? व्याक्सिनेशन्, व्याक्सिनेशन् इति कारणमस्ति चेत् व्याक्सिनेशन् इत्यनेन किं साधितं भवति? इम्युनिटि इति. हा, तद् वदतु. अस्तु, तर्हि कार्यम् इम्युनिटि, कारणं व्याक्सिनेशन्. अत्र प्रश्नः कः? प्रश्नः किन्तु केचन जनाः अस्वस्थाः भवन्ति व्याक्सिनेशन् कारणेन. अतः भवतु, व्याक्सिनेशन् बहु किमपि चिन्तनीयं, व्याक्सिनेशन् एव कारणं वा इति न जाने खलु. साधारणकारणं वा? नास्ति नास्ति नास्ति नास्ति, तादृशं न. अत्र वस्तुतः अत्र तादृशं न चिन्तनीयं, बहु किमपि अस्ति. अस्तु, अत्र अग्रे पठतु महोदय, तदनन्तरं चिन्तयामः. आं महोदय, महोदय एकवारं परिच्छेदं 143 तत्र द्वितीयपरिच्छेदः कथम् उच्यते इति अस्ति. कथम् उच्यते? अभावानां हि प्रतियोगिना सह सहानवस्थानरूपविरोधः उद्देशग्रन्थे निरूपिते एव. सहानवस्थानं च विरोधिनोः द्वयोः एकस्मिन् क्षणे अभवनं. यस्मिन् क्षणे घटः न तस्मिन् क्षणे तत् प्रागाभावः यस्मिन् क्षणे घटप्राग् अभावः न तस्मिन् क्षणे घटः. प्रकृते चेदृशे सहानवस्थाने अवधारिते आषाढक्षणे घटोत्पत्तिप्राक्क्षणे चक्रदण्डादिसमवधानक्षणे घटः नैतावता उत्पन्न इति तत्प्रागभावः प्रतियोगिनः असत्वात् वर्तते. अग्रिमे च घटोत्पत्तिक्षणे घटेन सहानवस्थानात् नास्ति. अस्तु, अस्मिन् परिच्छेदे किं चिन्तितम्? घटः प्रागभावः द्वयोः एकस्मिन् क्षणे न सम्भावना नास्ति. किमर्थम्? प्रागभावः अस्ति चेत् घटसम्भावना नास्ति महोदय. विरोधः अस्ति खलु, प्रागभावस्य प्रतियोगी किम्? घटप्रागभावस्य प्रतियोगी किम्? घटस्य घटप्रागभावस्य प्रतियोगी किम्? घटमेव महोदय. सत्यं, घटः एव खलु? आं महोदय. तर्हि विरोधः अस्ति, सः अनवत्थानविरोधः अस्ति. इत्युक्ते यस्मिन् क्षणे द्वयमपि एकस्मिन् शतर विरोधः अस्माभिः पठितं खलु पूर्वं, वध्यघातविरोधः, तत्र नकुलसर्पयोः मध्ये वध्यघातकविरोधः अस्ति. किन्तु सः अनवत्थानविरोधः नास्ति. यस्मिन् क्षणे सर्पः अस्ति तस्मिन्नेव क्षणे नकुलमपि भवितुम् अर्हति. किन्तु तयोः मध्ये विरोधः अस्ति. किन्तु अभावः अपि च प्रतियोगी, अनयोः मध्ये सः अनवत्थानविरोधः अस्ति. इत्युक्ते यस्मिन् समये प्रकाशः अस्ति, यत्र प्रकाशः अस्ति तत्र अन्धकारः न भवति खलु? आम्. तथा इति कृत्वा अत्र प्रागभावः अपि च प्रतियोगिनः द्वयोः मध्ये सः अनवत्थानविरोधः अस्ति. तर्हि यस्मिन् क्षणे घटस्य उत्पादनं भवति तस्मिन् क्षणे घटप्रागभाव घट अभावः नास्ति खलु? महोदय, इति एव तत्र उक्तं, तावदेव उक्तम्. अस्तु, अग्रे पठतु महोदय. तथा च चक्रादिघटकारणेषु आषाढक्षणे तत्र विद्यमानः घटप्रागभावोऽपि अन्तर्भावनीयः. चक्रादीनि कारणानि प्रागभावश्च एतत् समुदाय एव घटसामग्री सा च सामग्री आषाढक्षणे वर्तते इति श्रावणक्षणे घटोत्पादः. तदग्रिमे श्रावणक्षणे चक्रादीनां सत्त्वेपि घटोत्पादेन नष्टः प्रागाभावः इति यावत् कारणान्तर्गतः प्रागाभावो न वर्तते, अतः न अग्रिमे भाद्रपदक्षणे पुनरपि घटोत्पादप्रसङ्गः. संक्षेपतश्च उत्पन्नस्य पुनरुत्पत्तिवारणाय प्रागभावकारणतास्वीकारः आवश्यकः. प्रागभावकारणता अस्वीकारः किमर्थम् इति दत्तम्. किं पुनः वदतु? प्रागभावस्य कारणता अस्वीकारः. प्रागभावः कारणं वा न वा? साधारणकारणमस्ति. भवतु, कारणं वा न वा, साधारणकारणं वा असाधारणकारणं वा, अत्र चिन्तनं नास्ति. कारणं वा न वा? कारणमस्ति महोदय. हा, तर्हि किमर्थम् अस्वीकारः इति वदति? स्वीकृतं खलु कारणत्वं. सत्यं. कारणता स्वीकारः, कारणता अस्वीकारः नास्ति. अस्तु, तर्हि किमर्थं प्रागभावः स्वीकरणीयः कारणत्वेन? आं महोदय, अहमस्ति, पठामि. तत् अत्र अन्तिमवाक्ये तदेव दत्तमस्ति खलु, पुनरुत्पत्तिवारणाय. पुनरुत्पत्तिवारणाय स्वीकारः आवश्यकः. ओ, नास्ति चेत् पूर्वमपि प्रागभावः अस्ति, तर्हि पुनः उत्पादनं भवेत्, प्रागभावः नष्टः भवति. तथैव महोदय, पुनः वदतु, तत्र इतोपि स्पष्टतया वक्तव्यं. भवान् अवगच्छति किन्तु समीचीनतया न उक्तवान्, पुनः वदतु. एकस्मिन् क्षणे प्रागभावः अस्ति, तदनन्तरं घटस्य उत्पादनं भवति. यत् अनवस्थान विरोधः अस्ति, अतः प्रागभावः नास्ति. किन्तु तदनन्तरं पुनः प्रागभावः अस्ति इति वदति चेत् घटः नास्ति, तादृशं नास्ति. अत्र तु तस्मिन् विषये चिन्तनं, प्रागभावस्य कारणता किमर्थं स्वीकर्तव्या इति एव चिन्तनं खलु. यदि प्रागभावः न स्वीकुर्मः कारणत्वेन, तर्हि किं भवति इति चिन्तयतु. आषाढक्षणे अत्र पूर्वस्मिन् पुटे कोष्टकमस्ति खलु महोदय. आषाढक्षणे सर्वाणि कारणानि सन्ति किम्? कपालद्वय, चक्रभ्रमणं, कपोलोत्पत्तिः, सर्वमस्ति खलु. सर्वम् अस्ति महोदय, प्रागभावः आषाढक्षणे अस्ति इति कृत्वा श्रावणक्षणे घटोत्पत्तिः भवति. महोदय, हा, तर्हि इदानीं तस्मात् अग्रिमक्षणे भाद्रपदक्षणे कपालद्वयसंयोगः, एतत् सर्वम् अस्ति वा न वा? अस्ति महोदय. तर्हि किमर्थं भाद्रपदक्षणे नूतनघटस्य उत्पादनं किमर्थं न भवति? द्वितीयघटस्य उत्पादनं किमर्थं न भवति? सर्वाणि कारणानि सन्ति खलु, किन्तु प्रागभावः नास्ति. हा, तर्हि सर्वाणि कारणानि सन्ति इति न वक्तुं शक्यते. एकं कारणं नास्ति. किं? प्रागभावः नास्ति. आषाढक्षणे प्रागभावः आसीत्, श्रावणक्षणे यदा घटोत्पत्तिः भवति तस्मिन् क्षणे प्रागभावस्य नाशः अपि जातः. तर्हि इदानीं सर्वाणि कारणानि सन्ति इति न वक्तुं शक्यते श्रावणक्षणे, अतः भाद्रपदक्षणे नूतनघटस्य उत्पादनं न भवति इति उक्तम्. अतः एव अत्र उत्पन्नस्य पुनरुत्पत्तिवारणाय, उत्पन्नस्य घटस्य पुनरुत्पत्ति नूतनघट उत्पत्तिवारणाय निषेधार्थं प्रागभावस्य कारणता स्वीकारः आवश्यकः इति उक्तं. बुद्धं खलु? बुद्धं महोदय. द्वितीयक्षणे, अनन्तरक्षणे घटः अस्ति, अतः प्रागभावः सम्भावना नास्ति अनवस्थानविरोधकारणेन. किन्तु किमर्थं तद् वदति अत्र अस्माकं निरूपणं कस्मिन् विषये? प्रागभावः नास्ति इत्यस्य निरूपणं नास्ति खलु अत्र. प्रागभावे कारणता अस्ति इति निरूपणीयम्. अन्यकारणानि सन्ति, किन्तु प्रागभावः एव, प्रागभावः नास्ति इति कृत्वा नूतनघटस्य उत्पादनं न भवति, अतः प्रागभावस्य कारणत्वं स्वीकरणीयम् एव. आं महोदय, तर्कः किञ्चित् बुद्धं खलु. बुद्धं महोदय किन्तु मम मनसि प्रागभव कारणम् इति स्वीकरणं न कः क्लेशः इति वदतु. अहमपि न जानामि कः क्लेशः, किन्तु प्रागभावः कथं कारणम् इति मनसि प्रायः व्यवहारे न क्लेशः. इदानीमेव भवता एव उक्तं खलु महोदय, यदि प्रागभावः प्रागभावस्य कारणत्वं न स्वीकुर्मः तर्हि भाद्रपदक्षणे श्रावणक्षणस्य अग्रिमक्षणे किमर्थं नूतनघटस्य उत्पादनं न स्यात्? सर्वाणि कारणानि सन्ति खलु. तर्करूपेण सत्यं महोदय, प्रायः एतत् अन्यैः सर्वे द्रव्यं तु व्यवहारे सन्ति, किन्तु एतत् व्यवहारे नास्ति, अतः एव मनसि व्यवहारे नास्ति. महोदय वदामि अहं, तत्र किं भवति, यदा द्वितीयघटम् उत्पद्यते भाद्रपदक्षणे तदा प्रागभावः इति कारणं नास्ति, परन्तु यदा अन्तिमघटस्य निर्माणं भवति तस्य अनन्तरं नूतनघटः यदा न उत्पद्यते तदा एव प्रागभावः कारणं भवति. किमर्थम् इत्युक्ते अधुना अन्तिमघटः उत्पन्नः, तस्य अनन्तरं नूतनघटस्य उत्पत्तिः न भवति. किमर्थमित्युक्ते अधुना सर्वे घटाः जाताः, अतः प्रागभावः नास्ति अधुना. यदा एक एव पुनः नूतनघटस्य उत्पादनं न इच्छति तर्हि तत्र प्रागभावः इति एव कारणं भवति इति अहं नास्ति नास्ति अन्तिमघटमिति किमर्थं वदति भवान्? यदा प्रथमघटः जातः अनन्तरं भाद्रपदक्षणे अपि यदा अहं नूतनघटस्य उत्पादनम् इच्छति चेत् तत् कुर्मः खलु, अतः तत्र प्रागभावः नास्ति, तथापि घटस्य उत्पत्तिः भवितुं शक्नोति खलु. न न तादृशचिन्तनं नास्ति महोदय, अस्तु भवान् समीचीनतया न तादृशं नास्ति अत्र, एकस्य घटस्य एव चिन्तनम् अत्र अस्ति, परन्तु कार्यं तु एकः एव घटः. हा तर्हि तथैव तत्र एव भ्रमः भवति. भाद्रपदक्षणे यदा सर्वसामग्रीः अस्ति चेत् किमर्थं नूतनघटस्य उत्पत्तिः न भवति इति. हा तर्हि इदानीं श्रावणक्षणे अत्र चक्रभ्रमणम् अस्ति वा न वा, भवान् मेहुल् महोदय भवान् एव वदतु. इदानीम् एकः एव घटः उत्पादितः इति चिन्तयतु. अस्तु अस्तु, एकस्य घटस्य उत्पादनं जातं कदा? श्रावणक्षणे जातं. तर्हि श्रावणक्षणे चक्रभ्रमणम् अस्ति वा न वा? अस्ति अस्ति. हा तत्र कपालः अस्ति वा न वा? अस्ति अस्ति. संयोगः अस्ति वा न वा? आम् अस्ति. तर्हि सर्वाणि कारणानि तत्र सन्ति इति कुलालः अपि तत्रैव अस्ति इति कृत्वा किमर्थं भाद्रपदक्षणे तस्मात् तेभ्यः सामग्रीभ्यः ताभ्यः सामग्रीभ्यः किमर्थं नूतन अन्यस्य घट उत्पादनम् अन्यस्य घटस्य उत्पादनं किमर्थं न स्यात् इति प्रश्नः. सर्वाणि कारणानि सन्ति खलु. अस्तु, नूतनकपालः स्वीकृत्य एव नूतनकपालः इति चिन्तनं नास्ति, सः एव कपालः. हा सः एव कपालेन द्वितीयघटस्य उत्पत्तिः न भवितुं शक्नोति. हा इति प्रश्नः. हा तत् सत्यं तत् सत्यम्, अधुना स्पष्टः जातः तेन. अन्तिम अन्तिम इति चिन्तनं नास्ति अत्र. अधुना अन्तिमपि चिन्तनं नास्ति तेन एव. बहूनां घटानाम् उत्पादनस्य चिन्तनं नास्ति अत्र, एकस्य एव घटस्य उत्पादनस्य चिन्तनम्. हा कपालद्वयसंयोगेन एक एव घटस्य उत्पत्तिः भवति, न तु द्वितीयं. किमर्थं रागभावः नास्ति अतः? सत्यं. हा तथा अतः अधुना स्पष्टं. हा इति बोधः इत्युक्ते अस्य घटस्य यस्य घटस्य उत्पादनं जातं तस्य घटस्य प्रागभावः नास्ति खलु. आम् आं सत्यम् इति कृत्वा द्वितीयक्षणे यद्यपि अन्यानि कारणानि सर्वाणि कार्यादिकरणे सन्ति केवलं प्रागभावः नास्ति इति कृत्वा तत्र नूतनघटस्य उत्पादनं न भवति, नष्टः खलु. श्रावणक्षणे यदा घट उत्पादनं भवति तस्मिन् क्षणे प्रागभावस्य तस्य घटस्य प्रागभावस्य नाशः अभवत् इति कृत्वा नूतनघटस्य उत्पादनं न भवति इति उक्तम्. हा समीचीनम् अस्तु. अत्र स्वामी महोदय बुद्धं खलु? आं महोदय, घटं प्रति बुद्धं महोदय. हा तर्हि बहु किमपि अत्र चिन्तितमस्ति. अस्तु इतोपि किञ्चित् अस्ति तर्हि मेहुल् महोदय भवानेव पठतु. कुतः पठनीयं? निर्णीते च प्रागभावस्य कारणत्वे. अस्तु, निर्णीते च प्रागभावस्य कारणत्वे कपाले सम्बन्धोऽपि दैशिकविशेषणतारूपः अस्त्येव इति कार्यकारणयोः सामानाधिकरण्यमपि उपपन्नं तथा च प्रागभावस्यापि कार्यमात्रं प्रति कारणत्वम् आयातम् एतावता दिक्कालयोः ईश्वरसमवेतज्ञानेच्छाकृतीनां प्रागभावस्य च कार्यमात्रं प्रति कारणत्वं सिद्धम्. अस्तु, निर्णीते च प्रागभावस्य कारणत्वे कपाले सम्बन्धो अपि दैशिकविशेषणतारूपः अस्ति एव. अस्तु, प्रागभावस्य कारण कपाल कारणता इति अधुना एव वर्ण वयं दृष्टवन्तः. तत्र तस्य प्रागभावस्य सम्बन्धः अपि भवति अस्ति एव, दैशिकविशेषणतारूप इति सम्बन्धः अस्ति. अतः कार्यकारणयोः अत्र सामानाधिकरण्यम् इति अपि अत्र सिद्धं. कार्यं घटं कारणता कारणम् इति प्रागभावः, तयोः सामानाधिकरणम् इति अत्र सिद्धं. तथा च प्रागभावस्य अपि कार्यमात्रं प्रति कारणत्वम् आयातम्, अतः प्रागभावः इति अपि कारणं भवति कार्यमात्रं प्रति. एतावता दिक्कालयोः ईश्वरसमवेतज्ञानेच्छाकृतीनां प्रागभावस्य च कार्यमात्रं प्रति कारणत्वं सिद्धम्. अतः अधुना षट् कारणानि यत् वयं पठितवन्तः तेषां सर्वेषां कारणत्वं सिद्धं. दिक् काल अपि च ईश्वरसमवेतयः, ज्ञानम्, इच्छा अपि च कृति अपि च प्रागभावः, एतेषां सर्वेषां कारणत्वं सिद्धम् इति अस्ति. अस्तु, अत्र निर्णीते च प्रागभावस्य कारणत्वे इति तत्र सतिसप्तमी अस्ति. इत्युक्ते प्रथमम् अत्र पूर्वं ग्रन्थकारेण चिन्तितं खलु, प्रथमं कारणतां साधयामः. यदि कारणतां साधयामः तदनन्तरमेव सम्बन्धस्य विषये चिन्तनीयम् इति. तर्हि इदानीं कारणता साधिता, तर्हि इदानीं कार्याधिकरणे प्रागभावः केन सम्बन्धेन अस्ति इति चेत् तादात्म्यसम्बन्धेन न भवति, समवायसम्बन्धेन न भवति, संयोगसम्बन्धेनापि न भवति. तर्हि दैशिकविशेषणता स्वरूपसम्बन्धः, दैशिकविशेषणा विशेषणता इति कश्चन स्वरूपसम्बन्धः अस्ति खलु. दिक् आधारीकृत्य अत्र स्वरूपसम्बन्धेन अभावः कार्याधिकरणे कपाले वर्तते इति कृत्वा प्रागभावः अपि घटं प्रति कारणं भवति. घटः कुत्र अस्ति? कपाले. घट अभावः कुत्र अस्ति? कपाले. किन्तु एकस्मिन् क्षणे नास्ति, पूर्वक्षणे आसीत्, अग्रिमक्षणे यदा घटस्य उत्पादनं भवति तस्मात् तत्क्षणे घट अभावः नश्यति, प्रागभावः नश्यति इति कृत्वा अत्र कारणत्वं स्वीकृतं. तर्हि साधारणकारणत्वं स्वीकृतं, किमर्थम् असाधारणकारणं नास्ति? प्रागभावः तु अस्ति एव पूर्वे, परन्तु सर्वेषां कार्याणां प्रति कारणमस्ति. सर्वेषां घटकार्याणां प्रति कारणमस्ति खलु. किन्तु प्रत्येकम् अत्र अभावः इति अत्र घटत्वेन अवच्छिन्ना भवति. प्रतियोगी घटः, प्रतियोगी केन अवच्छिन्ना चेत् घटत्वेन अवच्छिन्ना इति कृत्वा अत्र साधारणकारणत्वं स्वीकृतम्. इत्युक्ते एकस्य घटस्य उत्पादेन प्रागभावः नश्यति इति चेत् अग्रिमघटस्य उत्पादनं न भवति इति नास्ति, द्वितीयघटस्य उत्पादनं. तद्भवति एव. तत्र भिन्न तत्र भिन्नप्रागभावः स्वीक्रियते. किन्तु साधारणकारणत्वं किमर्थं स्वीकृतम् इति चेत् अभावस्य प्रतियोगी कः? घटः. कः घटः इति चेत् यस्मिन् घटत्वम् अस्ति तर्हि घटत्वम् इति सामान्यमस्ति इति कृत्वा अत्र साधारणकारणत्वं स्वीकृतं, न तु असाधारणकारणत्वम्. अस्तु, समयः जातः, अत्र स्थगयामः. तर्हि एकवारं सर्वे चिन्तयन्तु अत्र सोपानानि कति कथं जायते इति. सङ्ग्रहरूपेण वाक्य अहं वदामि एकस्मिन् निमिषे. सर्वाणि ये ये कार्यादिकरणे न सन्ति ते निश्चयेन कारणानि न सन्ति इति प्रथमं वाक्यं. ये कार्यादिकरणे सन्ति ते निश्चयेन कारणानि सन्ति इति अपि नास्ति. तृतीयं, तर्हि किं कारणम् इति चेत् यस्य आदानं भवति, येषाम् आधानं भवति तेषां तेषु एव कारणत्वम् इति मूर्तद्रव्यविषये वक्तुं शक्यते. अमूर्तद्रव्यस्य द्रव्यविषये अत्र आदानं वा अनादानं वा इत्यस्मिन् विषये न चिन्तनीयम् इति चतुर्थं. तदनन्तरं प्रागभावः इति किमर्थं स्वीकरणीयः इति चेत् उत्पन्नस्य घटस्य पुनरुत्पत्तिवारणाय प्रागभावस्य कारणता स्वीकरणीयः भवति. तर्हि कारणता निरूपिता केन सम्बन्धेन इदानीं कारणं कार्यादिकरणे अस्ति इति चेत् दैशिकविशेषणता सम्बन्धेन कार्यादिकरणे अस्ति. सः प्रतियोगी, प्रागभावस्य प्रतियोगी घटत्वं सामान्यमस्ति इति कृत्वा तस्य साधारणकारणत्वम् अपि स्वीकृतम् इति संक्षेपः उक्तम्. अस्तु, अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.